सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति अष्टाध्यायाः समग्रदृष्टिः। अस्मिन् करपत्रे वयं दृष्टवन्तः अष्टाध्यायी इति ग्रन्थः प्रकरणग्रन्थः, तत्र सूत्राणि सन्ति, अपि च तत्र सूत्राणि प्रकरणाधारेण सन्ति। तत्र सूत्राणां विशिष्टक्रमः अस्ति। क्रमस्य तत्र यः क्रमस्य तत्र आधारः एकं विशिष्टकार्यं, सो एकस्मिन् प्रकरणे एकमेव कार्यं तत्र भवति, अतः तस्य नाम एव प्रकरणम्। एकस्मिन् स्थले एकानि एकदृशसूत्राणि एव दृशानि सूत्राणि एव सन्ति, परन्तु यः प्रक्रियाग्रन्थः तत्र तत्र यथा कौमुदी ग्रन्थः, तत् सः प्रक्रियाग्रन्थः तत्र पदनिर्माणविषये यानि सूत्राणि अपेक्षितानि तेषां विवरणं तत्र अस्ति। सो पदनिर्माणसमये कस्य कस्य सूत्रस्य अपेक्षा, तस्य एव विवरणं तत्र प्रक्रियाग्रन्थे भवति। एकनिमिषः। अतः यद्यपि व्याकरणशास्त्रस्य तत्र यः मूलविषयः अस्ति पदनिर्माणम् एव अस्ति, तथापि तत्र प्रक्रियासु तत्र सूत्राणां तत्र अवगमनं सम्यक्तया न भवति। किमर्थं चेत् अष्टाध्यायीग्रन्थस्य मूल तत्र शैली अस्ति अनुवृत्तिः। सो यदि वयं सम्पूर्णप्रकरणं पठामः चेदेव वयं जानीमः तत्र अस्मिन् सूत्रे कस्य कस्य पदस्य अनुवृत्तिः आवश्यकं, पूर्वसूत्रात् कथं तत्र अनुवृत्तिः स्वीकरणीयं। परन्तु प्रक्रिया आधारेण तत्र सूत्राणां यः आवली अस्ति, सूत्राणां यः क्रमः अस्ति, सः भग्नः जायते, अतः तत्र सूत्राणाम् अध्ययनं सम्यक्तया न भवति। सो अस्माकं करपत्रे किं लिखितं, यद्यपि प्रक्रियाग्रन्थम् अपि पठनीयं, परन्तु यदि वयं सूत्राणाम् आधारेण व्याकरणशास्त्रस्य अध्ययनं कुर्मः चेत् तत्र वयं सुलभतया सर्वम् अवगन्तुं शक्यते। अतः प्रकरणग्रन्थस्य अध्ययनम् अपि आवश्यकं। प्रकरणग्रन्थमस्ति पाणिनी अष्टाध्यायी, अतः अष्टाध्यायाः तत्र अध्ययनमपि आवश्यकम्। अनन्तरं वयं तत्र उदाहरणरूपेण दृष्टवन्तः प्रकरणस्य उदाहरणानि, इत्संज्ञाप्रकरणं, अनन्तरं द्वित्वप्रकरणं, अनन्तरं तत्र नत्वप्रकरणम् अपि दृष्टवन्तः। अनन्तरं वयं जानीमः न केवलम् अनुवृत्तिः अष्टाध्यायीग्रन्थस्य विषये, तत्र अनुवृत्तिः कथं स्वीकरणीयम्, अपि च अनुवृत्ति इति तस्य का आवश्यकता इति तत्र आवश्यकं तत्र ज्ञातव्यं, परन्तु तत्र अधिकारसूत्राणि अपि सन्ति। अधिकारसूत्राणां तत्र कः प्रयोजनम् इति प्रश्ने सति चेत्, अधिकारसूत्रे एकं विशिष्ट तत्र पदं दत्तं, तस्य पदस्य आवश्यकता अग्रिमेषु बहुषु सूत्रेषु वर्तते, अतः लाघवार्थमहर्षिणा तत् पदम् आदौ एव प्रकरणस्य आदौ एव स्थापितम्। तस्य पदस्य अनुवृत्तिः सर्वेषु विधिसूत्रेषु अवश्यकरणीयं। विधिसूत्रे यत् कार्यं दत्तं तत्र अधिकारसूत्रस्य अनुवृत्तिः अवश्यकरणीयम्, अपि च तत्र तेन एव वयं तत्र सम्यक्तया तस्य विधिसूत्रे किं कार्यं कथं कार्यं करणीयम् इति वयं तत्र अवगन्तुं शक्यते। वयम् अत्र अधिकारसूत्रविषये अपि पठितवन्तः तत्र, अपि च अस्मिन् करपत्रे तत्र स्थूलरूपेण दत्तं कस्मिन् अध्याये किं तत्र कार्यमस्ति. सो प्रथमाध्याये द्वितीयाध्याये प्रथमाध्याये तत्र परिभाषासूत्राणि अपि च संज्ञासूत्राणि, अनन्तरं द्वितीयाधिकारे तत्र समासाधिकारः अस्ति अपि च तत्र विभक्तीनां विवरणम् अस्ति. कथं तत्र प्रथमविभक्ति याः तत्र प्रयोगः कथं करणीयं, कुत्र कुत्र भवति, यथा तत्र वस्तुनिर्देशार्थं प्रथमविभक्ति भवति, अनन्तरं तत्र कर्तुः कर्तरिप्रयोगे कर्तुः यः अस्ति तस्य प्रथमाविभक्ति भवति, अपि च कुत्रचित् कर्मपदस्यापि प्रथमाविभक्ति भवति, इत्युक्ते कर्मणि प्रयोगे भावे प्रयोगे कर्मपदस्य प्रथमाविभक्ति भवति. अतः तत्र विभक्तीनां यः विधानम् अस्ति द्वितीयाध्याये तत्र उल्लेखितम् अस्ति. अनन्तरं यः तृतीयचतुर्थपञ्चमाध्यायः, एतेषु त्रिषु अध्यायेषु तत्र प्रत्ययानां विवरणम् अस्ति. प्रकृति अनन्तरं किमर्थं चेत् पदस्य तत्र यः पदस्य भागद्वयं सर्वदा तत्र यः पदं संस्कृते पदम् इति उच्यते तस्य सर्वदा भागद्वयं वयं कर्तुं शक्यते. एकमस्ति प्रकृतिभागः, द्वितीयमस्ति प्रत्ययभागः. सो यथा प्रकृति आवश्यकं तथैव प्रत्ययः अपि आवश्यकं. सो प्रकृतिप्रत्ययमेलनेन एव पदस्य निर्माणं भवति. सो प्रत्ययस्य यः प्रत्ययानां यः विधानं विधिः अस्ति विधानम् अस्ति सः तृतीयाध्याये चतुर्थाध्याये अपि च पञ्चमे अध्याये. सो तृतीयाध्याये यदि धातोः प्रकृतिः अस्ति चेत् तस्य कृते धातोः अनन्तरं ये प्रत्ययाः आगन्तुं शक्यते तेषां विधिः तृतीयाध्याये सम्पूर्णतृतीयाध्याये तद्दत्तम्. अनन्तरं चतुर्थाध्यायः अपि च पञ्चम अध्यायः यः तत्र स्तः तत्र प्रातिपदिकस्य अधिकारः अस्ति, अतः प्रातिपदिकात् ये प्रत्ययाः विधीयन्ते तेषाम् उल्लेखः अत्र चतुर्थ अपि च पञ्चमे अध्याये. अतः एतेषु त्रिषु एतेषां त्रिषु अध्यायानां तत्र अन्यत् नाम अस्ति प्रत्ययाध्यायाः. किमर्थं चेत् अत्र केवलं प्रत्ययानां विधिः दत्तं, कः प्रत्ययः कस्मात् विधीयते, कस्य धातुः किमपि विशिष्टप्रत्ययः विधीयते चेत्, प्रकृतिः कोऽपि विशिष्टप्रकृतिः अस्ति चेत् तस्य अनन्तरं कस्मिन् अर्थे कः प्रत्ययः विधीयते, तत् सम्पूर्ण एतेषु त्रिषु अध्यायेषु. अनन्तरं तत्र यः सप्तम षष्ठ अध्यायः तत्र द्वित्वप्रकरणं तस्य उदाहरणं वयं दृष्टवन्तः. अनन्तरं तत्र सम्प्रसारणं कार्यमपि अस्ति, यथा तत्र सन्धिकार्यं सम्प्रसारणं कार्यं तदपि षष्ठाध्याये. अनन्तरं षष्ठाध्यायस्य चतुर्थपादे तत्र अङ्गस्य अधिकारः आरभ्यते, इत्युक्ते यदा तत्र प्रत्ययः प्रकृति अनन्तरं यदा तत्र प्रत्ययः आयाति तदा तस्य प्रकृतेः तत्र तस्य अन्यत् नामं भवति अङ्गम्. किमर्थं चेत् प्रत्ययात् प्राक् यत् भवति तस्य नाम अङ्गम् इति व्याकरणशास्त्रे. सो यत्र यत्र यदा यदा प्रत्ययः आयाति तदा तत्र प्रत्ययनिमित्तीकृत्य प्रत्ययस्य कारणेन तत्र अङ्गे किञ्चित् परिवर्तनं भवति. सो अङ्गस्य अधिकारः अपि षष्ठाध्याये तत्र आरभ्यते, चतुर्थपादे एव आरभ्यते. अनन्तरं सप्तम अध्यायस्य अन्तपर्यन्तम् अङ्गस्य अधिकारः अपि प्रचलति. सो अङ्गस्य अधिकारः अपि पञ्चसु पादेषु भवति. सो पञ्चसु पादेषु अङ्गस्य अधिकारः अस्ति सम्पूर्ण सप्तमध्याये अपि च षष्ठम् अध्याये अङ्गस्य अधिकारः. सो अङ्गस्य इति अङ्ग इति संज्ञा अस्ति, यस्मात् प्रत्ययः विधि तदादिप्रत्यय अङ्गं. यस्मात् प्रत्ययः विधिः वयं जानीमः प्रकृति अनन्तरम् एव प्रत्ययविधिः अस्ति. कुत्रचित् प्रकृति धातु भवति, कुत्रचित् प्रकृति प्रातिपदिकं भवति. अतः यत्र यत्र प्रत्ययस्य प्रत्ययः आगच्छति तत्र तत्र अङ्गसंज्ञा भवति. सो प्रत्ययस्य प्राक् यत् भागम् अस्ति तस्य अङ्गसंज्ञा अस्ति. अङ्गे कानिचन मुख्यकार्याणि भवन्ति, यथा गुणकार्यम् इति औत्सर्गिकार्यं. धातुः प्रकृतिः अस्ति चेत् गुणकार्यं सामान्यकार्यं, वृद्धिकार्यं विशिष्टकार्यं. किमर्थं विशिष्टं? केचन प्रत्यया आधारीकृत्य एव वृद्धिः भवति, परन्तु गुणकार्यं यत् अस्ति तस्य कृते तु केवलं सार्वधातुक् नो चेत् आर्वधातुक्, अपि च सर्वेषां धातून् सर्वेषां प्रत्ययानां कृते ये ये प्रत्ययाः धातोः विधीयन्ते तेषां कृते ऐदर् सार्वधातुकसंज्ञा अस्ति, यदि सार्वधातुकसंज्ञा न भवति चेत् आर्धधातुकसंज्ञा, अतः गुणकार्यं सामान्यकार्यं, परन्तु गुणकार्यस्य कृते तत्र निषेधकसूत्राणि सन्ति, यदि कित् गित् नित् प्रत्ययः अस्ति चेत् गुणस्य बाधा भवति, गुणं न भवति, यद्यपि परे सार्वधातुक् अथवा अर्धधातुक् प्रत्ययः अस्ति, परन्तु यदि कित् गित् नित् प्रत्ययः अस्ति चेत् गुणकार्यं न भवति, परन्तु गुणकार्यं सामान्यकार्यम् अङ्गे यत् भवति। सो सप्तम अध्याये अङ्गस्य एव मुख्यविषयः अस्ति। वयं जानीमः यः इडागमः भवति यद्यपि प्रत्यये भवति प्रत्ययस्य इडागमः भवति, सो यत्र यत्र प्रत्ययस्य उपस्थितिः अस्ति तत्र अङ्गसङ्ख्या तु अवश्यम् अस्ति एव, किमर्थं चेत् प्रत्ययस्य प्राक् तत् किं प्रत्ययः तु स्वयं किमपि न कर्तुं शक्यते, तत्र प्रकृतिः आवश्यकम्, अतः यत्र यत्र प्रकृति प्लस् प्रत्यय कुर्मः तत्र अङ्गसङ्ख्या तु भवति एव, अतः सम्पूर्णसप्तम अध्याये तत्र अङ्गस्य अधिकारः अस्ति। अङ्गे प्रत्ययनिमित्तीकृत्य तत्र यानि ये कार्याणि सम्भवन्ति ते प्रायशः अङ्गस्य अधिकारे तत्र सन्ति, अतः अङ्गस्य सप्तमध्याये सम्पूर्णसप्तमध्याये अङ्गस्य अधिकारः अस्ति। सो इडागमः अपि प्रत्ययस्य भवति, अपि च तत्र प्रकृति आधारेण कुत्रचित् इडागमस्य निषेधः भवति। वयं जानीमः यदि धातुः अनुदाते अनुदात् अस्ति चेत् सोरि अनुधात् अस्ति चेत् तस्मिन् यः स्वरः यः सः स्वरः अनुदात् स्वरः अस्ति चेत् तत्र इडागमस्य निषेधः भवति। सो एकाच् अनुदात् किमस्ति सूत्रम्, इडागमनिषेधकसूत्रम्, अनुदातेत् वाट् इस् द सूत्र फार् निषेधसूत्रं फार् इडागमः, धातु आधारीकृत्य एकमस्ति नेड्वशीकृति, द्वितीयमस्ति एकाच् उपदेशे अनुदातात्, उपदेशे अनुदातात्। सो उपदेशे एकाच् उपदेशे अनुदातात् इत्युक्ते उपदेश अवस्थायां यदि धातुः उपदेशे धातुः एकाच् अस्ति, अपि च सः तस्मिन् यः स्वरः सः अनुदात् अस्ति चेत् तस्मात् तादृशधातुः अनन्तरम् इडागमस्य निषेधः भवति। इत्युक्ते ये तत्र अनेकाच् धातवः सन्ति ते प्रायशः सेट् एव, किमर्थं चेत् अत्र एकाच् अपि दत्तम्। सो यत्र यत्र धातुः एकाच् अस्ति तत्र एव इडागमस्य निषेधस्य विचारः अस्माभिः करणीयम्। यदि धातुः अनेकाच् अस्ति, अनेकाच् विषये सर्वदा तत्र तादृशधातुः सर्वदा सेट् एव भवति, किमर्थं चेत् धातु आधारीकृत्य एकमेव निषेधकसूत्रम् अस्ति, तदस्ति एकाच् उपदेशे अनुदातात्। सो यदि एकाच् धातुः तस्मिन् यः स्वरः अवशिष्टस्वरः सः उदात् अस्ति, अपि च सः स्वरित्स्वरः अस्ति चेत् तत्र इडागमस्य निषेधः नास्ति, तादृशधातु सेट् भवति, केवलम् अनुदात् धातुः एव एकाच् अनुदात् धातुः एव अनेट् भवति इति तत्र इडागमस्य विषये। अनन्तरं सार्वधातुप्रत्ययपरे अङ्गकार्यं भवति, सो वयं जानीमः एतेषां प्रत्ययोः तत्र वयं वारं वारं तेषां चिन्तनं कृतवन्तः, सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च, सो एतयोः सूत्रयोः तत्र गुणकार्यं भवति। सार्वधातुकार्धधातुकयोः इति सूत्रेण अन्ते कार्यं भवति, इत्युक्ते अन्तिम इकवर्णस्य गुणः भवति, पुगन्तलघुपदस्य च इति सूत्रेण उपधायां स्थितस्य लघु इक् वर्णानां गुणः भवति. अपि च पुगन्त अङ्गे यदि कोऽपि पुगन्त अङ्गम् अस्ति यस्मिन् अङ्गे पुक् आगमः भवति तत् पुगन्त अङ्गम्. तस्मिन् पुगन्त अङ्गे कोऽपि इक् वर्णः अस्ति चेत् कुत्र कुत्रचित् एव कुत्रापि भवेत्. अत्र तस्य विषये प्रायशः उपधायामेव अस्ति, परन्तु लघु इत्यस्य कृते तस्य विषये लघु इत्यस्य विशेषणं नास्ति. सो पुगन्तस्य कृते लघु इति विशेषणं न आवश्यकं. वयं दृष्टवन्तः तत्र दीर्घ उपधायां दीर्घ इक् वर्णस्यापि अनेन सूत्रेण तत्र पुगन्त अङ्गे गुणः भवति. सो तदपि स्मर्तव्यम्. अनन्तरं तत्र वृद्धिप्रकरणम् अस्ति अचोनिनीति अपि च अत् उपधायाः. सो सूत्रयोः तत्र वृद्धिकार्यं भवति, परन्तु अत्र निमित्तम् अस्ति निणिति. सो णित् प्रत्यपरे णित् प्रत्यपरे एव वृद्धिकार्यं भवति. णित् णित् भिन्न कोऽपि प्रत्ययः अस्ति चेत् तत्र णित्वं वृद्धिकार्यं न भवति. अपि च तत्र अत्र किति अपि लिखितं. किति इत्युक्ते धातौ यदि प्रकृतिधातु अस्ति तत्र केवलं णित् णित् प्रत्यपरे वृद्धिः भवति. परन्तु यदि प्रातिपदिकम् अस्ति तत्र खित् प्रत्ययनिमित्तीकृत्य अपि वृद्धिः भवति प्रातिपदिके, न तु धातुः. सो किनिति च इति सूत्रे किनिति च इति सूत्रं किनिति च इति सूत्रं सूत्रसङ्ख्या किम् अस्ति? फोर्थ् सूत्रमस्ति वा? तत्र प्रायशः पूर्वे धातुः इति नो चेत् आर्धधातुक् इति किमपि तत्र भवेत्. किमर्थं चेत् आम् किमिति च अत्र पश्यतु स्क्रीन् दृश्यते वा? सो फिफ्त् पञ्चमसूत्रमस्ति किनिति च. पूर्वसूत्रे अस्ति न धातु लोपः अर्धधातुके, प्रायशः अत्र धातुः इति पदस्य अनुवृत्तिः. सो धातुः धातोः अनन्तरं तत्र कितनित् गित् प्रत्ययः अस्ति चेदेव तत्र वृद्धिकार्यस्य अपि च गुणकार्यस्य निषेधः. इकवर्णानाम् इको गुणवृद्धिः यः तृतीयसूत्रे यः इको गुणवृद्धिः सम्पूर्ण त्रयाणां पदानाम् अत्र अनुवृत्तिः अस्ति. इकः गुणः वृद्धिः न अति न इकित् पदस्यापि अनुवृत्तिः अस्ति किनिति च सूत्रे अपि च धातोः. किमर्थं चेत् प्रातिपदिकस्य अनन्तरं कित् प्रत्ययपरे वृद्धिः भवति, न केवलं णित् प्रत्यय भवति. अणित् प्रत्यय भवति मूर्धन्यनकारः इति अस्ति, नो चेत् तालुनकारः इति अस्ति. परन्तु यदि प्रत्ययः यः प्रातिपदिकात् यः प्रत्ययः विधीयते सः कित् अस्ति चेत् तत्र वृद्धिः भवति. अतः मया एतत् चिन्तनं तत्र एकवारं तत्र च कृतम् अत्र धातोः इति कुत्रापि पूर्वे धातोः लिखितम् अस्ति वा नास्ति. सो किनिति च इति सूत्रं धातोः इति विषये अस्ति, न तु प्रातिपदिकविषये. सो धातोः अनन्तरं कोऽपि कित् गित् नित् प्रत्ययः अस्ति चेदेव तत्र इक् वर्णस्य गुणः वृद्धिः न भवति इति तत्र न इति पदस्य पूर्वसूत्रात् अनुवृत्तिः अस्ति. सो अत्र किति अपि लिखितं कुत्र? अत्र पश्यतु वृद्धिप्रकरणं. सो अत्र अङ्गस्य अधिकारः, अत्र अङ्गस्य विषये तत्र अङ्गं धातुरूपी अङ्गमपि भवितुं शक्नोति, प्रातिपदिकरूपी अङ्गमपि अस्ति. सो अत्र किमपि धातुविशिष्ट नास्ति, अत्र केवलम् अङ्गस्य इति अधिकारः. सो यदि प्रातिपदिक अस्ति चेत् तत्र कित् प्रत्ययनिमित्तीकृत्या अपि वृद्धिः भवति तदितेषु इति लिखितम्. सो तदित् प्रत्ययेषु तत्र कोऽपि ककारस्य इत् संज्ञा अस्ति चेत् तत्र यस्य तदित् प्रत्ययः तु प्रातिपदिकात् विधीयते. सो प्रातिपदिकरूपी अङ्गस्य परे कोऽपि कित् प्रत्ययः अस्ति चेत् अत्र वृद्धिः भवति. अनन्तरं तत्र अभ्यासप्रकरणं वयं दृष्टवन्तः, केचन विशिष्टसूत्राणां वयं तत्र अहं चिन्तयामि मया दत्तं सूत्राणां तत्र आवली. सो अभ्यासप्रकरणे यथा तत्र ह्रस्वम् अस्ति, सो द्वित्वप्रकरणे यत्र यत्र द्वित्व यदा यदा द्वित्वकार्यं भवति तदा एव अङ्गस्य कृते एकम् अन्यत् संज्ञा भवति, अभ्यस्तसंज्ञा. नो चेत् अभ्यस्तभागे यः पूर्वभागः तस्य अभ्यास इति संज्ञा. सो अङ्गस्य कृते एकं विशिष्टसंज्ञा अस्ति यत्र द्वित्वं भवति, तत्र अङ्गसंज्ञा अपि अस्ति, अङ्गसंज्ञा अपि अस्ति, अपि च अभ्यस्तसंज्ञा अपि अस्ति, परन्तु पूर्वभागस्य कृते अभ्याससंज्ञा अपि अस्ति. सो अभ्यासभागे कानिचन कार्याणि तत्र अपेक्षितानि, यथा दीर्घस्वरः अस्ति चेत् ह्रस्वं भवति, महाप्राणवर्णः अस्ति चेत् तस्य अल्पप्राण तृतीयादेशः जशादेशः भवति, अपि च तत्र किमपि किमस्ति तत्र अन्यत् कार्यम् अभ्यासभागे. सूत्राधारेण वयं दृष्टवन्तः न, मया तत्र सूत्राणि अपि दत्तानि. के के सूत्राणि सन्ति? ह्रस्वम्, अपि च अभ्यासे चर्च, अपि च डु यू पीपल् टेक् द नोट्स् आर् नाट्? सूत्राणि कानि तत्र केचन? कोहश्चु अभ्यासे चर्च, ह्रस्वः, हलादिशेषः. हलादिशेषः विषयेण, सो हलादिशेषः इत्युक्ते अभ्यासभागे आदिं हल्वर्णः एव अवशिष्यते, कोऽपि अन्यत् हल्वर्णः अस्ति चेत् तस्य लोपः भवति, एकमेव हल्वर्णः तत्र तिष्ठति अभ्यासभागे, अतः तत्र हलादिशेषः अपि विशिष्टसूत्रम् इत्युक्ते इम्पार्टेण्ट् सूत्रम् अस्ति. सो यदा तत्र पठ् पठ् भवति, वद्वद् भवति, तत्र पपठ् इति भवति, ववद् इति भवति, अपि च तत्र यदि अभ्यासभागे कोऽपि हकारः अस्ति चेत् हकारस्य तत्र चु आदेशः भवति, अपि च चु वर्णेषु तत्र हकारस्य तुल्यतमवर्णः कः? चतुर्थवर्णः, सत्यं. सो चतुर्थवर्णः भवति. अनन्तरं तत्र चतुर्थवर्णस्य एकमन्यत् कार्यं भवति, इत्युक्ते यदा तत्र किमस्ति, हूधातुः अस्ति, हूधातुः हुः भवति द्वित्वम् एकाच् अस्ति, अतः तत्र हुः भवति. सो अनन्तरं हुः यः अस्ति तत्र प्रथम हू भागस्य कृते अभ्याससंज्ञा. अभ्यासे तत्र किं भवति, प्रथमे तत्र अस्ति कोहश्चु, कुवर्णानामपि चु आदेशः, हकारस्य अपि चु आदेशः. सो हकारस्य तुल्यतमः वर्णः अस्ति वर्गीयवर्णीयेषु वर्गीयचतुर्थवर्णः. सो च महाप्राण झकारः भवति, सो झु भवति. परन्तु अनन्तरम् अस्मिन् प्रकरणे एव अभ्यासे चर्च इति सूत्रेण तत्र तस्य चरादेशः भवति, नो चेत् तत्र जष्त्वमपि अस्ति. सो अभ्यासे चर्च अनन्तरं जष्त्वम्. एकनिमिषः पश्यामि अत्र किम् अस्ति. इत्युक्ते केचन मुख्यसूत्राणि सन्ति येषाम् अवगमनम् आवश्यकम्. अभ्यासे चर्च, अभ्यासे विद्यमानस्य जलवर्णस्य यथा योग्यं जश् नो चेत् चरादेशः भवति. सो जलवर्णः जलवर्णेषु वर्गीयचतुर्थः अपि अस्ति. सो यदा प्रथमे तत्र हकारस्य वर्गीयचतुर्थवर्णः आदेशः भवति. सो अभ्यासभागे कोऽपि जलवर्णः अस्ति चेत् तस्य जश् नो चेत् चरादेशः भवति. सो जश् तो तत्र वर्गीयतृतीयः, चार्तो वर्गीयप्रथमः, अपि च षष्यस्। परन्तु अत्र हु हु इति यः अस्ति झु भवति, तत्र जुहो इति भवति, जुहु भवति, जु हु इत्यस्य दीर्घ उकारस्य तु ह्रस्वम् इत्यनेन दीर्घ उकारः भवति, अपि च हकारस्य तत्र जष्त्वं भवति, वर्गीयतृतीयवर्णः भवति। सो तत्र जुहु इति भवति, द्वित्वम् अनन्तरं तत्र, अपि च अभ्यासकार्यम् अनन्तरं तत्र जुहो, अतः तस्य नाम अस्ति जुहोत्यादिगणः। सो जुहोत्यादिगणः धातुः अस्ति हु, तस्य अभ्यासभागे जू श्रूयते, सो तः सः जू सूत्रद्वयेन तस्य परिवर्तनं भवति। प्रथमे कोहोश्चु इत्यनेन हकारस्य झकारः भवति, अनन्तरं झकारस्य झषादेशः भवति, अनेन सूत्रेण अभ्यासे चर्च इति एतेषां सूत्राणाम् अध्ययनम् एकवारं करणीयम्। अत्र सर्वं दत्तम्, उदाहरणानि अपि तत्र सन्ति। अत्र हू धातुः अस्ति वा? नास्ति, न हू इत्यस्य उदाहरणं नास्ति। एकवारं पठतु एतानि सूत्राणि, यत् मया तत्र सूत्रसङ्ख्या तत्र दत्तम्, एकवारं तत्र, अपि च तत्र उरतः इति अस्ति, उः अत् इति भवति। सो अभ्यासभागे तत्र ऋकारस्य अकारादेशः भवति। सो यदा तत्र, अत्र पश्यतु, तृ इति यः अस्ति, तृ इति एका च धातुः, अनन्तरं तु तत्र प्रत्ययस्य कारणेन ऋकारस्य वृद्धिः भवति, तद् भिन्नविषयः। परन्तु अभ्यासभागे यः ऋकारः, तस्य अकारादेशः भवति। किमर्थं चेत् अस्मिन् अभ्यासप्रकरणे तत् एकं सूत्रम् अस्ति, अभ्यासकार्यप्रकरणं। सो अत्र अभ्यासप्रकरणम् अस्ति, अभ्यासे विशिष्टकार्याणि भवन्ति, तत्र एकं सूत्रम् अस्ति उरत, उरत् इति सूत्रम् अस्ति। सो ऊहु अत् ऊहु इत्यनेन ऋकारः, ह्रस्वऋकारः, नो चेत् दीर्घऋकारः। सो ऊहु इति षष्ठ्यन्तं पदम् अस्ति, ऋकारान्त यदा तत्र पितुः मातुः पित्र ऋकारान्त शब्दः, मातृ ऋकारान्त शब्दः, षष्ठ्यां तत्र उ भवति, उ आदेशः, उ अपि च विसर्गः। अतः अस्मिन् सूत्रे अपि उरतः इति सूत्रे उः इति अस्ति, षष्ठ्यन्तं पदम् अस्ति। सो उः इत्यनेन षष्ठ्यन्तम् अस्ति, अत्र ऋकारस्य ग्रहणं, प्रातिपदिकं ऋकारः अस्ति, अतः ऋकारस्य एव तत्र अत् आदेशः भवति। अत् इति तपरकरणम् अस्ति, ह्रस्व अकारादेशः भवति। सो अभ्यासकार्यप्रकरणम् अपि तत्र सन्ति, अत्र सप्तमध्याये अभ्यासभागस्य विशिष्टकार्याणि तत्र भवन्ति, तदपि अस्माभिः पठितम्। इदानीम् अष्टमध्याये तत्र वयं जानीमः पूर्वत्र सिद्धम् इत्यस्य अधिकारः अस्ति, अपि च तत्र पदस्य तृतीयाध्यायस्य अन्तपर्यन्तम् अहं चिन्तयामि पदस्य अधिकारः, यत्किमपि तत्र हल्सन्धिविसर्गसन्धिसूत्राणि सन्ति, तत्र पदस्य अधिकारः अस्ति। सो तस्य कृते, सो तत्र शब्दसमूहस्य कृते पदसंज्ञा भवेत् सुप्तिङन्तं पदम् इत्यनेन, न केवलं सुप्तिङन्तं पदम् अस्ति, परन्तु तत्र पदसंज्ञाविषये तत्र अन्यानि सूत्राणि अपि सन्ति। सुप्तिङन्तं पदं सूत्रसङ्ख्या किम् अस्ति? फोर्टीन् सूत्रं चतुर्थपादे सुप्तिङन्तं पदं, सुप्तिङन्तं पदम् अत्र अत्रापि अत्र एव अस्ति, अङ्गम् इति परिभाषासु, यस्मात् प्रत्ययः विधिः तदादिप्रत्ययङ्गम्, अपि च अत्र स्वादिषु सर्वनाम स्थाने असर्वनाम एतत् एतत् अपि पदसंज्ञा अस्ति स्वादिषु असर्वनां स्थाने. सो स्वादिषु असर्वनां स्थाने इति सूत्रेण अपि पदसंज्ञा दीयते. अत्र पश्यतु, स्क्रीन् दृश्यते वा भगिनि? दृश्यते भगिनि. अत्र पश्यतु, सूत्रप्रकारः संज्ञासूत्रम्. अनेन सूत्रेण किं संज्ञा भवति? पदसंज्ञा भवति. सो न केवलं मुख्यतया तु वयं जानीमः सुप्तिङन्तं पदं, परन्तु तत्र अङ्गस्य कृते अपि विशिष्टस्थित्यां तत्र पदसंज्ञा भवति. यद्यपि सः सुबन्तं नास्ति, तिङन्तं नास्ति, तथापि एतत् विशिष्टसूत्रम् अस्ति. स्वादिषु असर्वनां स्थाने इत्युक्ते सर्वनां स्थानसंज्ञाविषये वयं दृष्टवन्तः, तत्र पञ्चप्रत्ययानां सूप् प्रत्ययेषु प्रथमपञ्चप्रत्ययानां स्त्रीलिङ्गे पुल्लिङ्गे सर्वनां स्थानसंज्ञा अस्ति. सी वी हाव् टु एव्रिथिङ्ग् वी हाव् टु कोरिलेट्. अत्र असर्वनां स्थानं लिखितम् अस्ति, अतः अस्माभिः प्रथमे ज्ञातव्यं वाट् इस् सर्वनां स्थान. सो सर्वनां स्थान इति संज्ञा अस्ति. कस्य कृते सर्वनां स्थानसंज्ञा? सुप्प्रत्ययानां कृते सर्वनां स्थान. सर्वेषां सुप्रत्ययानां कृते सर्वनां स्थानसंज्ञा अस्ति वा? नास्ति. सुट् अनपुंसकस्य इति सूत्रम् अस्ति. सुट् अनपुंसकस्य इति अनेन अनपुंसकस्य इत्युक्ते नपुंसक् विहाय. नपुंसक् विहाय इत्युक्ते पुल्लिङ्गे स्त्रीलिङ्गे. नपुंसक् विहायं किम् अस्ति? नपुंसकविहाय अस्ति पुल्लिङ्ग् स्त्रीलिङ्ग्. सो पुल्लिङ्ग् स्त्रीलिङ्गे सुट् प्रत्ययानां सर्वनां स्थानसंज्ञा इति सूत्रं वदति. सुट् अनपुंसकस्य, सुट् इति प्रत्याहारः, सुट् प्रत्याहारे सु औजस् अम् औट् इति पञ्चप्रत्ययाः सन्ति. सो पञ्च सुप् प्रत्ययानां कृते नपुंसकलिङ्गे, केवलं नपुंसकलिङ्गे पुल्लिङ्गे सर्वनां स्थानसंज्ञा भवति. अनन्तरं तत्र अस्ति पूर्वे सुट् अनपुंसकस्य पूर्वे अस्ति शी सर्वनां स्थान प्रथमसूत्र इत्युक्ते सर्वनां स्थानविषये प्रथमसूत्रम् अस्ति शी सर्वनां स्थान. शी सर्वनां स्थानसूत्रे वदति शी इति प्रत्ययस्य कृते सर्वनां स्थानसंज्ञा, परन्तु शी प्रत्ययः तु कुत्रापि न वयं पश्यामः. सुप्रत्ययेषु अपि शी इति प्रत्ययः नास्ति. तदित् प्रत्ययेषु अपि कुत्र अपि शी इति नास्ति. परन्तु अनन्तरं तत्र एकं सूत्रम् अस्ति जस् शसोः शि. सो तत्र नपुंसके इति पदस्य अनुवृत्तिः. जस् शसोः शि इति सूत्रे नपुंसके. सो नपुंसकविषये जस् प्रत्ययस्य शस् प्रत्ययस्य शि इति आदेशः भवति. प्रत्ययः अपगच्छति, तस्य स्थाने शि शी इति अनेकाल् अस्ति, अतः अनेकाल्षित् सर्वस्य इत्यनेन सर्वस्य स्थाने भवति. सम्पूर्ण जस् प्रत्ययः अपगच्छति, तस्य स्थाने शी आयाति. सम्पूर्ण शस् प्रत्ययः अपगच्छति, तस्य स्थाने शी आयाति. इदानीं यः शी आगच्छति तस्य कृते सर्वनां स्थानसंज्ञा. सो नपुंसकलिङ्गे सुप् प्रत्ययेषु केवलं प्रत्ययद्वयस्य कृते एव सर्वनां स्थानसंज्ञा. तदसि प्रथमा बहुवचन, द्वितीया बहुवचन, शस् अपि च जस् इति सर्वनां स्थानसंज्ञाविषये तत्र सूत्राणि, संज्ञासूत्राणि. इदानीं वदति सु आदिषु असर्वनां स्थानस्य कृते तत्र पदं पद इति संज्ञा अस्ति. इत्युक्ते अदर् देन् दीस् 5+2, 5+1 देट् इस् 6 प्रत्ययः. प्रथमाविभक्त्यां तत्र त्रीणि प्रत्ययाः, अपि च द्वितीयाविभक्त्याम् अपि तत्र त्रीणि प्रत्ययाः सन्ति. तेषां विहाय ये अन्यप्रत्ययाः न केवलं सुप् प्रत्ययेषु, अत्र आदिषु अस्ति. सो तदित् प्रत्ययेषु कृते यदि कोऽपि सर्वनां स्थानसंज्ञा अस्ति, तेषां विहाय सर्वनां स्थानप्रत्ययविहाय तत्र पदस्य कृते पदसंज्ञा भव सोरि अङ्गस्य कृते पदम् इति संज्ञा भवति. सो भ्यां भ्यां भ्याम् इति तत्र सुप्रत्ययः सन्ति चेत् तत्र नपुंसकप्रातिपदिकं पुल्लिङ्गप्रातिपदिकम् अपि च स्त्रीलिङ्गप्रातिपदिकम् इत्युक्ते तृतीया विभक्ति आन्वर्ड्स् ये प्रत्ययाः सन्ति तेषां कृते असर्वनां स्थानसंज्ञा अस्ति, तेषां कृते तु सर्वनां स्थानं नास्ति, अतः तत्र तादृशप्रत्ययः परे अस्ति चेत् कस्य अङ्गस्य परे अस्ति चेत् तत्र अङ्गस्य कृते पदसंज्ञा भवति. सो न केवलं सुप्तिङन्तं पदं परन्तु सुवादिषु असर्वनां स्थाने इत्यनेन अपि पदसंज्ञा भवति. सो अष्टाध्याये यः पदस्य अधिकारः अस्ति, यदि साक्षात् सुबन्तम् अस्ति तिङन्तम् अस्ति तत्र तु कोऽपि भ्रमः नास्ति. किमर्थं चेत् सुप्तिङन्तं पदं वयं सर्वे जानीमः, परन्तु इति अपि अस्माभिः ज्ञातव्यं न केवलं सुप्तिङन्तं पदं परन्तु तत्र सुवादिषु असर्वनां स्थान इति सूत्रेण अपि सर्वनां संज्ञा दीयते. एकवारम् अत्र पश्यामः, 1-1 किमस्ति, 1-4-14 वास् दस् 1-4-14 1-4-14 इस् सुप्तिगन्तं पदम् 1-4-14 शब्दानलघुनिं संज्ञा एतासु अन्यतमा अस्ति. व्याकरणशास्त्रे वर्णानां शब्दानां च लघुरूपेण निर्देशार्थं काचन संज्ञा निर्दिष्टाः सन्ति, एतासु अन्यतमः अस्ति पदमिति संज्ञा सुप्तिङन्तं पदम् इत्यतः. अच्छा, स्वादिषु सर्वनां स्थाने इत्युक्ते 14, 15, 16 and 17 all these four sutras are related to padam pada iti sangya, na kevalam swadishu sarvanam sthana paryantam tatra pada iti sangya bhavati. So chaturbhi sutrai atra likhitam chaturbhi sutrai hi padam iti sangya bhavati angasya krite, na kevalam suptingantam padam parantu tatra chatvari sutrani santi यैभिः तत्र पदसंज्ञा दीयते. सो अत्र यदा वयं तत्र हलसन्धिविचारः अपदान्ते यदा हलसन्धि भवति, नो चेत् विसर्गसन्धि तु पदस्य अन्ते एव भवति, परन्तु हलसन्धिविषये कुत्रचित् अपदान्ते भवति चेत् तत्रापि पदस्य अधिकारः अस्ति. किमर्थं चेत् पदस्य अधिकारः प्रथमपादे एव आरभ्यते. सो अत्रापि हलसन्धिसूत्राणां कृते पदस्य अधिकारः अस्ति. अपदान्ते तु पद सुप्तिङन्तं पदमिति सूत्रेण पदसंज्ञा तु न भवितुं शक्नोति. सो तत्र ये अन्यत् त्रीणि सूत्राणि सन्ति प्रायशः तत्र अङ्गस्य कृते पदमिति संज्ञा तत्र भवति, अतः तत्र हलसन्धि भवति इति तत्र अष्टमध्यायस्य विषयः. सो नत्वप्रकरणमपि अद्य अत्र अस्ति 8-4-1 इति आरभ्य तत्र रषाभ्यां नूनः इति तत्र आरभ्यते. अनन्तरं तत्र आधिकारिकसूत्राणि वयं दृष्टवन्तः, प्रत्ययः परश्च धातोः निष्ठा अपि एतं संज्ञा अस्ति, अनन्तरं निष्ठा इति विधिसूत्रमपि अस्ति, संज्ञासूत्रमपि अस्ति, विधिसूत्रमपि अस्ति. सो तत्र अनन्तरम् अत्र धातोः इति अधिकारे तत्र मध्ये लघु अधिकारसूत्राणि अपि सन्ति, यथा तत्र भूते इति अधिकारे के सूत्राणि, वर्तमाने इति अधिकारे तत्र के प्रत्ययाः आगच्छन्ति, तथैव तत्र भविष्यत् काले ये प्रत्ययाः आगच्छन्ति धातोः अनन्तरं तत्र तेषां लघुरूपेण तत्र किमस्ति अधिकारः वर्तते. अनन्तरं न्याप्रातिपदिकात् वयं जानीमः, न्ययन्तात् आबन्तात् अपि च यस्य कृते प्रातिपदिक इति संज्ञा, तस्मात् अनन्तरं ये प्रत्ययाः आगच्छन्ति तेषाम् अधिकारः चतुर्थाध्याये आरभ्यते. अनन्तरं संहितायाम् इति अपि एकं विशिष्टाधिकारसूत्रम् अस्ति. किमर्थं चेत् सन्धिकार्यं संहितायां सत्याम् एव सन्धिकार्यं भवति, वर्णयोः तत्र अत्यन्तसामीप्यम् अस्ति चेदेव तत्र आच्सन्धि गुणसन् आच्सन्धि हलसन्धि अपि च विसर्गसन्धि भवति. तत्र संहिता इति अधिकारः आवश्यकम्. सो त्रिषु स्थलेषु महर्षिणा, यद्यपि महर्षि लाघवमिच्छति परन्तु तथापि तत्र अष्टाध्यायीग्रन्थे तत्र त्रिषु स्थलेषु संहितायाम् इत्यस्य अधिकारः अस्ति. अष्टमध्याये हलसन्धिसूत्राणि तत्र तयोर्वाचि संहितायाम् इति सूत्रेण संहितायाम् इति पदस्य अनुवृत्तिः भवति, तस्य अधिकारः तत्र वर्तते. सो संहितायामपि एकं विशिष्ट अधिकारसूत्रमस्ति. किमर्थं चेत् यः सन्धिकार्यं भवति सः संहितायामेव, वर्णयोः संहिता अस्ति चेदेव भवति इत्यपि वयं पूर्वस्मिन् वर्गे दृष्टवन्तः. इदानीं तत्र अङ्गस्य, सो अहं चिन्तयामि एतत् करपत्रम् अद्य समापयामः. सो अङ्गस्य इति अधिकारः षष्ठं बिन्दुः अस्ति. अङ्गस्य किञ्चित् अस्य विषये वयं जानीमः एव, एकवारं पुनः पठामः. कोऽपि प्रश्नः अस्ति वा एतावता यत् मया तत्र पुनरावर्तनं कृतं, तस्य विषये कोऽपि प्रश्नः अस्ति वा? नो चेत् अग्रे पठामः. अङ्गस्य सर्वम् अवगतं न यत् मया उक्तम्? अनुसूया भगिनी पठति वा? भगिनी अनुसूया भगिनी अङ्गस्य. अङ्गस्य षष्ठमध्याये चतुर्थपादे प्रथम सूत्रः, अधिकारसूत्रः. सूत्रम् इति नपुंसकलिङ्गपदमस्ति भगिनी. सूत्रम् इति नपुंसकलिङ्गपदम् तस्य अधिकारः षष्ठमाध्याये चतुर्थपादे एकसूत्रस्य सूत्रतः सप्तमाध्याये चतुर्थपादे सप्तनवतिसूत्रपर्यन्तं भवति. षष्ठाध्यायस्य चतुर्थपादस्य आरम्भात् सप्तमाध्यस्य अन्तपर्यन्तं यत्किमपि कार्यविधीयते तत् कार्यम् अनेन सूत्रेण अङ्गे एव भवति, अतः अङ्गकार्यम् इति उच्यते. यदा प्रत्ययः विधीयते तदा तस्मात् प्रत्ययात् पूर्वं यावत् अस्ति तत्सर्वम् अङ्गम् इति. उदाहरणार्थं भू अधिक अ अधिक ति भवति भवति भवति इत्यस्य निर्माणसमये ति इत्यस्य दृष्ट्या अङ्गं भव इति. ति इत्यस्मात् पूर्वं यावत् अस्ति तत् सर्वति इत्यस्य कृते अङ्गम्. तर्हि अत्र अङ्गं नाम धातुविकरणप्रत्ययोः संयुक्तरूपं, यथा वद् अधिक व अ वद, भू अधिक अ भव इत्यादीनि अङ्गानि. भवति इति उदाहरणे आरम्भे भू अधिक शप् शप् स्थाने केवल अ एव स्थितः इति स्थितौ अ शप् प्रत्ययस्य दृष्ट्वा भि इति अङ्गम्, दृष्ट्याभि अति इति अङ्गम्. भूपूर्वम् अस्ति किल, शप् प्रत्ययस्य प्रभावेन भू इत्यस्य अङ्गस्य गुणः भवति. भू अधिक अ भो भवति, भो अधिक अ इदं कार्यं शप् विकरणप्रत्ययः निमित्तीकृत्या भू इति अङ्गे भवति, अतः इदम् अङ्गकार्यम्. सूत्रम् अङ्गकार्यं सूत्रम् अस्ति सार्वधातुकार्धधातुकयोः सप्तमाध्याये तृतीयपादे चतुर्षीति सूत्रेण सूत्रः. अत्र अङ्गस्य इति सूत्रस्य अधिकारः अनुवृत्तिसहितसूत्रमिदं सार्वधातुकार्धधातुकयोः गुणः अङ्गस्य. सार्वधातुकस्य आर्धधातुकस्य आर्धधातुकप्रत्ययः वा परे अस्ति चेत् अङ्गस्य गुणः भवति. अग्रे पठामः वा? न न, यत् अवगतं तत् वदतु एकवारम्. अङ्गस्य अङ्गस्य अङ्गस्य अधिकारसूत्रः षड्सप्त अध्याये चतुर्थपादे एकसूत्रतः सप्तमध्याये चतुर्थपादे सप्तनवतितमसूत्र पर्यन्तं भवति किमपि अन्तपर्यन्तम् इत्युक्ते सप्तम अध्यायस्य अन्तपर्यन्तं भवति तत्र किमपि कार्यं विधीयते चेत् केवल अङ्गे एव भवति यदा प्रत्ययः विधीयते तदा तस्मात् प्रत्ययात् पूर्व यावत् अस्ति तत् सर्वम् अङ्गम् इति उच्यते सो यदा यत्र प्रत्ययः आयाति प्रत्ययस्य कृते पूर्वे यत् यत् सर्वं भागम् अस्ति यद् भागः अस्ति तस्य कृते अङ्गम् इति संज्ञा भवति भू अधिक श अस्ति चेत् शप्रत्ययस्य अङ्गः भू अस्ति तदनन्तरं ती आयाति चेत् ती प्रत्ययस्य अङ्गः भव भवति भू अधिक व अ भव भवति तदेव ती प्रत्ययस्य अङ्गः भवति इत्युक्ते एकस्मिन् प्रक्रियायाम् एव यदि तत्र बहूनि प्रत्ययाः सन्ति प्रत्येकस्य प्रत्ययस्य कृते भिन्न अङ्गम् अस्ति शप् प्रत्ययस्य कृते भू इति अङ्गं परन्तु ती प्रत्ययस्य कृते भूयोगशप् इति अङ्गम् सो शप् प्रत्ययनिमित्तकृते अपि कार्यं तिप् प्रत्ययनिमित्तकृते अपि कार्यं भवति किमर्थं चेत् तिप् प्रत्ययस्य कृते भिन्न अङ्गम् अस्ति शप् प्रत्ययस्य कृते भिन्न अङ्गम् अस्ति शप् प्रत्ययः सार्वधातुक् अतः तत्र सार्वधातुकार्धधातुकयोः इति सूत्रेण तत्र भवति अनन्तरं सन्धिकार्यमपि भवति किमर्थं चेत् भो योग अस्ति चेत् वर्णयोः अत्यन्तसामीप्यम् अस्ति चेत् तत्र सन्धिकार्यमपि भवति सो तत्र एचोयवायावः इति सूत्रेणापि कार्यं तत्र भव भवति अन्ततो गत्वा भव भवति सो तिप् प्रत्ययस्य कृते इदानीं भव इति अङ्गम् अस्ति परन्तु शप् प्रत्ययस्य कृते तु धातुरूपी अङ्गम् अस्ति भू इति अङ्गम् अस्ति परन्तु यदा तत्र तृच् प्रत्ययः आयाति तृच् प्रत्ययस्य कृते अपि धातुरूपी अङ्गम् अस्ति भू एव अङ्गम् अस्ति किमर्थं चेत् तत्र विकरणानां विधिः नास्ति तत्र विकरणप्रत्ययः मध्ये न आयाति किमर्थं न आयाति भगिनि तत्र भू अनन्तरं शप् किमर्थं न आयाति तृच् अत्र आयाति अत्र चार्धधातुकः अस्ति अतः न आयाति सत्यं सत्यं तत्र कर्तरि शप् इति सूत्रस्य प्रसक्तिः एव न भवति यदा तत्र भूयोग तृच् कुर्मः किमर्थं चेत् तृच् प्रत्ययः अर्धधातुकः अस्ति शप् तु सार्वधातुक् प्रत्यय परे आयाति प्रत्यय अस्ति चेदेव मध्ये आयाति सो तत्र तृच् प्रत्ययस्य कृते साक्षात् धातुरूपी अङ्गम् अस्ति भू एव अङ्गम् अस्ति परन्तु लट् लोड् लङ् विधिलिङ्ग् लकारे तु तिप् प्रत्ययस्य कृते तत्र मध्ये शप् आयाति शन् आयाति श आयाति शन् श्न आयाति अतः तत्र प्रत्ययस्य प्राक् यत् अस्ति तत् सर्वम् अङ्गम् इति उच्यते सो यस्मात् प्रत्ययः विधिः तदादि प्रत्यय अङ्गम् इति सूत्रे प्रत्यय इति द्विवारम् इति पदम् आयाति यस्मात् प्रत्ययः विधिः तदादि प्रत्यय अङ्गम् अत्र सूत्रम् अस्माभिः सूत्रं पठितं वा अत्र अत्र तस्य व्याख्या अस्ति वा सो यस्मात् प्रत्ययः विधिः यस्मात् प्रत्ययः विधीयते सो प्राकृति अनन्तरम् एव प्रत्ययः विधीयते प्रातिपदिकात् प्रत्ययः विधीयते धातोः प्रत्ययः विधीयते सो यस्मात् प्रत्ययः विधिः यस्मात् प्रत्यविधिः अस्ति सो तत्र यः द्वितीयप्रत्ययः इति पदम् अस्ति इत्युक्ते प्रत्ययस्य पर्यन्तं प्रत्ययस्य प्रथमवर्णस्य पर्यन्तं यत् अस्ति तत् सर्वम् अङ्गम् इत्युक्ते ती प्रत्ययस्य कृते त इति आदौ अस्ति सो त प्रत्ययस्य प्राक् यत् अस्ति तत् सर्वम् अङ्गं भवति अतः तत्र यदा तत्र शप् इति मेलनेन यत् किमपि परिवर्तनम् अन्ततो गत्वा तत्र भव भवति अकारस्य मेलनेन तत्र भव इति अदन्त अङ्गं भवति सो तिप् प्रत्ययस्य त इति भागस्य प्राक् यत् अस्ति तत् सर्वम् अङ्गं भवति इति प्रत्ययस्य कृते. अतः तत्र प्रत्यय इति प्रत्ययपदं द्विवारम् आयाति. सो प्रथमे यः अस्ति यस्मात् प्रत्ययः विधिः. सो प्रत्ययः विधिः तु प्रातिपदिकात् अस्ति, नो चेत् धातोः अस्ति. तस्मात् तदादिप्रत्यये अङ्गं तदादिप्रत्यये. सो तस्मिन् प्रत्यये यः आदि अस्ति, आदिं वर्णः अस्ति, तत्पर्यन्तं यत् भागः तस्य एव अङ्गसंज्ञा अस्ति इति अङ्गस्य. सो अङ्गस्य अधिकारः सम्पूर्णषष्ठमध्यायस्य चतुर्थपादे एक अत्र एकपादस्य विवरणं, सप्तमध्याये तत्र चत्वारि पादाः सन्ति, चतस्रः पादाः सन्ति, सोरि चत्वारः पादाः सन्ति. अतः तत्र पञ्चसु पादेषु अङ्गस्य अधिकारः अस्ति. सो एकं द्वे त्रीणि चत्वारि. सो टिल् फोर् वी हाव् द लिङ्गभेदः वर्तते. अनन्तरं पञ्चसङ्ख्या आरभ्य तत्र लिङ्गभेदः नास्ति. सो परन्तु 1, 2, 3, 4 इति पर्यन्तं तत्र लिङ्गभेदः अस्ति. एकम् एकः एका, द्वौ द्वे द्वे, अनन्तरं नपुंसकलिङ्गे त्रीणि, तिस्रः पुल्लिङ्गे त्रयः, अनन्तरं नपुंसकलिङ्गे चत्वारि, स्त्रीलिङ्गे चतुस्रः पुल्लिङ्गे तत्र न पुल्लिङ्गे किमस्ति पुल्लिङ्गे चतुस्रः अस्ति खलु चत्वारः चत्वारः चत्वारः स्त्रीलिङ्गे चतुस्रः स्त्रीलिङ्गे चतुस्रः पुल्लिङ्गे चत्वारः नपुंसकलिङ्गे चत्वारि चतुस्रः स्त्रीलिङ्गे चतुस्रः स्त्रीलिङ्गे अस्तु. सो अङ्गस्य इति अपि विशिष्टाधिकारसूत्रमस्ति. इदानीं पदस्य चेत्रा भगिनी अग्रे पठति वा? धन्यवादः भगिनी. पदस्य पदस्य अष्टमध्याये प्रथमपादे षोडशः षोडशं सूत्रम् अधिकारः अष्टमध्याये प्रथमपादे षोडशः सूत्रतः अष्टमाध्याये तृतीयपादे पञ्चपञ्चाशत्तमः सूत्रम् अष्टाध्याये प्रथमपादे षोडशः सूत्रम् इत्यस्मात् आरभ्य अष्टमध्याये तृतीयपादे पञ्चपञ्चाशत् पर्यन्तम् इदं सूत्रम् एकैकस्मिन् विधिसूत्रे उपविश्य सूत्रार्थ पूरयति. अत्र अलोन्त्यस्य इत्यनेन परिभाषासूत्रेण अस्य अर्थो भवति पदान्तस्य. अतः यत् कार्यं विशेषतः पदान्ते भवति तदस्य सूत्रस्य अधिकारे आयाति. यथा ऋत्वप्रकरणम् अष्टमध्याये तृतीयपादे प्रथमं सूत्रं सः अष्टमध्याये तृतीयपादे द्वादशसूत्रं पर्यन्तम् अस्मिन् प्रकरणे वारं वारं ऋत्वं रु विहितं भवति सर्वत्र पदान्ते. तदा रु स्थाने विसर्गः स्थाने सकारः, रु विसर्गः स, अनेन संयोग कृ योग घञ् संस्कारः अथवा संस्कारः. स्तम् इति उपसर्गः, उपसर्गः स्वयं पदम्, अतः सम् इत्यस्य म रु विसर्गः स अस्मिन् प्रकरणे रू इत्यस्मात् पूर्वस्थितवर्णस्य विकल्पेन अनुनासिकादेशः अपरस्मिन् पक्षे अनुस्वारः आगमः विसर्ग उत्तर अनुनासिकचिह्नः विसर्ग उत्तरः अनुस्वारचिह्नः तथैव तस्मिन् योगचित् तस्मिंश्चित् अथवा तस्मिंश्चित् कान् योगचित् कांश्चित् अथवा कांश्चित् अग्रे अपि पठनीयं वा न अत्र किञ्चित् वदतु यत् अवगतम् पदस्य अधिकारः अष्टमध्याये प्रथमपादे षोडशः सूत्र आरभ्य तृतीयपादे पञ्चपञ्चाशत् पर्यन्तं वर्तते अत्र अलोन्तस्य सूत्रस्य अनुवृत्तिः अलोन्त्यस्य अलोन्तस्य इति परिभाषासूत्रम् अस्ति अनेन सूत्रेण किं भवति इत्युक्ते अत्र पदस्य इति अनेन पदान्तस्य इति स्वीकरणीयम् अत्र यः कार्यं तत्र तदन्तविधिः अस्ति अन्ते कार्यं भवति सो अत्र यद्यपि पदस्य जातं परन्तु अस्माभिः पदान्तस्य इति स्वीकरणीयम् सपोज् तत्र भव इत्यस्य कृते पदसंज्ञा अस्ति सो पदस्य इति षष्ठ्यन्तम् अस्ति षष्ठ्यन्तम् अस्ति चेत् वयं तत्र षष्ठ्यन्तम् अस्ति चेत् तत् तत्स्थानि भवति सो भव इति तु तत्र त्रीणि वर्णाः सन्ति बकारः अस्ति अकारः अस्ति चत्वारि वर्णः बकारः अकारः वकारः अकारः सो यदि तत्र पदस्य कार्यम् अस्ति चेत् तत्र कुत्र करणीयं कथं जानीमः कुत्र करणीयं सो अत्र वदति अलो अनन्तस्य इति सूत्रं वदति षष्ठीनिर्दिष्टः स्थाने प्रायशः अन्तिमवर्णस्य स्थाने भवति अलो अनन्तस्य इत्यनेन तत्र पूर्वसूत्रात् षष्ठिः इति पदस्य अनुवृत्तिः अस्ति तत्र पश्यतु अलो अनन्तस्य अलो अनन्तस्य इति सूत्रे अत्र पश्यतु 1149 इति सूत्रे षष्ठी इति दत्तम् सो षष्ठीनिर्दिष्टः आदेशः अन्तिम अलस्थाने भवति इति अनेन परिभाषासूत्रेण ज्ञायते अलो अनन्तस्य इत्यनेन अन्त्यस्य वर्णस्य अलः इत्युक्ते यत्किमपि वर्णः स्वरः वा व्यञ्जनः वा तस्य सो अन्तिम अलस्य कदा यदा षष्ठीनिर्दिष्टः आदेशः षष्ठीनिर्देश यत्र षष्ठीविभक्ति अस्ति सः स्थानी भवति चेत् तत्र यदि पदस्य इति लिखितं यदि पदस्य लिखितम् अत्र तु भ्रमः जायते न किं स्थानी अस्ति यद्यपि षष्ठ्यन्तं पदम् अस्ति सो परन्तु तत्र वयं जानीमः षष्ठीनिर्दिष्टः स्थाने अन्तिम अल् इति केवलम् अन्तिम अल् स्वीकरणीयं न तु सम्पूर्णभव इति स्वीकरणीयम् अतः पदान्तस्य इति लिखितं सो यद्यपि अत्र केवलं पदस्य लिखितं परन्तु परिभाषासूत्रं तु प्रथमाध्याये एव महर्षिणा दत्तं सो अलो अनन्तस्य इत्यनेन सूत्रेण किम् अवगम्यते षष्ठीनिर्दिष्टः स्थाने प्रायशः किं भवति अन्तिम अल् एव तत्र स्थानी भवति न तु सम्पूर्णभव इति स्थानी भवति अन्ते यः अकारः तदेव स्थानी भवति तस्य स्थाने एव आदेशः भवति न तु सम्पूर्णभव इति अस्य कृते. सो यद्यपि पदस्य लिखितं परन्तु षष्ठ्यन्तम् अस्ति, अतः अलो अनन्तस्य यद् यत्र यत्र पदस्य पदस्य इति यः सूत्रस्य अधिकारः वर्तते तत्र यः स्थानी भवति सः अन्तिम अल् भवति, न तु सम्पूर्णपदम् इति स्थानी भवति, अन्तिम अल् स्थानी भवति इति अत्र लिखितम्. अत्र अलो अनन्तस्य इत्यनेन परिभाषासूत्रेण अस्य अर्थः भवति पदान्तस्य. कस्य अर्थः? पदस्य यः अनुवृत्तिः, पदस्य अनुवृत्तिः भवति तत्र अस्माभिः पदान्तस्य इति स्वीकरणीयम् इति तत्र लिखितम्. अवगतं वा भगिनि? आम् महोदय. सो इदानीं तत्र ऋत्वप्रकरणं दत्तं. सो ऋत्वप्रकरणे केवलं ऋत्वमेव विहितम्. तत्र ये विधिसूत्राणि सन्ति तत्र रु रु रु इति आदेशः भवति प्रायशः. अत्र एव ससजुः रुः इति सूत्रं भवेत्. ससजुः रुः इति सूत्रं पश्यामः चेत् A2 66 पूर्वे दत्तम्, अत्र न दत्तं. किमर्थं चेत् ससजुः रुः इति सूत्रेण तत्र पदस्य तत्रापि पदस्य अधिकारः अस्ति, परन्तु तत्र ससजुः रुः इति सूत्रेण विशिष्टो ऋत्वप्रकरणं द्विवारं दत्तं, तत्रापि प्रयोजनम् अस्ति. सो ससजुः रुः इति सूत्रं यः अस्ति सः विशिष्टसूत्रम्, एतत् विशिष्टसूत्रम् अस्ति. यत्र ऋत्वप्रकरणम् अस्ति तत्र महर्षिणा एतत् सूत्रं न स्थापितम्, भिन्न भिन्न स्थले स्थापितं. किमर्थं चेत् तत्र प्रयोजनम् अस्ति. एतत् सूत्रं यद्यपि अत्र पूर्वत्र सिद्धमित्यस्य अधिकारः अस्ति, परन्तु तथापि अत्र एतत् सूत्रस्य प्रसक्तिः सप्तम अध्याये भवति. न जानीमः अत्र लिखितं वा न लिखितम्. अत्र लिखितं षत्वस्य असिद्धत्वम्. अत्र भवति. सो अतोरोरप्लुताद् अप्लुते इति सूत्रे सूत्रम् अस्ति 611 113. अस्य सूत्रस्य कृते ससजुः रुः इति सूत्रं किं भवति? असिद्धं भवति. किमर्थं वदतु भगिनि? ससजुः त्रिपाद्याम् अस्ति. सत्यम्. अपि च अतोरोरप्लुताद् अप्लुते अपि च हसि च इति हसि इति सूत्रं हसि च इति सूत्रम्. एतत् सूत्रद्वयं षष्ठाध्याये. सूत्रयोः कृते ससजुः रुः असिद्धम् अस्ति, परन्तु अत्र किं लिखितम्? आश्रयात् सिद्धत्वम्. एतत् सूत्रम् अनेन सूत्रेण विना कार्यं न कर्तुं शक्यते. सो महर्षिणा ससजुः रुः इति सूत्रं ऋत्वप्रकरणे न स्थापितम्. ऋत्वप्रकरणे यत्र रुरु अत्रापि रु आदेशः भवति. सि ससजुः रुः इति सूत्रेण किम् आदेशः भवति? रु इति आदेशः भवति. कस्य कृते रु इति आदेशः? अत्रापि ऋत्वं भवति. कस्य कृते? अत्र पदस्य अन्ते यः सकारः तस्य कृते रु आदेशः, अपि च सजुशब्दे यः मूर्धन्यषकारः तस्य कृते रु इति आदेशः. सो यत्र यत्र पदान्ते सकारः वर्तते यथा तत्र रामस् भवति, रामयोगसु अत्र यः सुप्रत्ययस्य राम प्रातिपदिकात् अनन्तरं सुयोजयामः चेत् तत्र सुप्रत्ययस्य उकारः अनुनासिक अस्ति, स एव अवशिष्यते रामस् इति प्रातिपदिक, रामस् इति पदसंज्ञा, किमर्थं चेत् सुप्तिङन्तं पदं रामस् इति तस्य कृते पदसंज्ञा अस्ति, किमर्थम् अन्ते सुप्रत्ययः, सकारः सुप्रत्ययः, सो यदा तत्र रामस् भवति अत्र पदान्ते कार्यमस्ति, अनेन सूत्रेण ससजोहुरुः इति सूत्रेण पदान्तस्य सकारस्य अवसान इत्युक्ते किम् अत्र किमपि निमित्तं न लिखितं कदा रु इति आदेशः भवति, केवलं लिखितं सकारः पदान्ते भवेत् अन्ते भवेत् तस्य तादृशपदान्तसकारस्य रुत्वं भवति इति सूत्रं वदति। सो अत्र रुत्वं रुत्वे तत्र उकारः अनुनासिक अस्ति, र एव अवशिष्यते, सो रामर् भवति, रामर् भवति चेत् तत्र अनन्तरं तत्र खरवसानविसर्जनीय इति सूत्रेण अवसानपरे अपि च खर् वर्णः परे रेफस्य विसर्गादेशः भवति, रेफस्य कृते विसर्गादेशः अस्ति, अतः रामः इति भवति। सो रामः इति भवति, तथैव जस् प्रत्ययस्य, जस् प्रत्ययः प्रथम बहुवचन, सो रामयोग जस् कुर्मः चेत् जकारस्य संज्ञा अस्ति, अकारः सकारः हलन् सकारः तत्र तिष्ठति, सो तत्र अपि अनन्तरं तत्र सन्धिकार्यं भूत्र रामाः इति भवति। सो प्रदान्तसकारस्य ऋत्वं भवति, अनन्तरं तस्य रेफस्य विसर्गादेशः भवति। सो अत्र तु सूत्राणां विवरणं क्रमेण अस्ति, प्रथमे ससजोहुरुः इत्यनेन सूत्रं सूत्रेण कार्यम्, अनन्तरं खरावसानविसर्जनीयः। सो त्रिपाद्यां तत्र सूत्रसङ्ख्या अवश्यं तत्र द्रष्टव्यम्, 8266 8314, सो 83 अतः कार्यं भवितुं शक्नोति। परन्तु अत्र किं लिखितम्, सो ससजोहुरुः इति सूत्रं तत्र तत्र सामान्यप्रश्नः मनसि आत्, किमर्थम् एतत् सूत्रं ऋत्वप्रकरणेन दत्तम्, ऋत्वप्रकरणतोः अष्टमध्यायस्य तृतीयपादे आरभ्यते, परन्तु ससजोहुरुः तु द्वितीयपादे एव दत्तं, 66 सूत्रे एव ससजोहुरुः दत्तं, सो ऋत्वमपि तत्र स्थानद्वये दत्तम्। सो किमर्थं चेत् अत्र विशिष्टमस्ति ऋत्वप्रकरणे, अत्र यः ऋत्वं भवति सः विशिष्टसूत्रं, कुत्र कुत्र कुत्रचित् तत्र हलसन्धिविषये तत्र अष्टमध्याये एतत् सूत्रम् आश्रयात् सिद्धत्वम् इत्युक्ते अत्र अतो रोल् अप्लु रप्लुताद् अप्लुते इति सूत्रेण, अनेन सूत्रेण तत्र यः यः तत्र एकवारम् उत् आदेशः भवति, वयं जानीमः विसर्गस्य तत्र उत् आदेशः भवति इत्युक्ते उकारादेशः भवति, सो विसर्गस्य उकारादेशः भवति ह्रस्व अकारात् परस्य इत्युक्ते राम तत्र अकारः विसर्गस्य रामः इति विसर्गस्य पूर्वे ह्रस्व अकारः अस्ति, तस्य परे कोऽपि रामः तत्र अगच्छत्, सपोज् रामः अगच्छत्, रामः अगच्छत् अस्ति चेत् तत्र विसर्गस्य उ इति आदेशः भवति, उ आदेशः भवति चेत् तत्र अयोग उ अस्ति चेत् गुणं भूत्वा रामो अगच्छत् इति भवति। सो तत्र यः उत्वं भवति अस्य कृते अत्र यः उत्वं भवति रु इति यः अस्ति, अत्र ससजोहुरुः इति सूत्रं विना एतत् कार्यं न कर्तुं शक्यते, अतः अस्य सूत्रस्य कृते ससजोहुरुः इति सूत्रं सिद्धं न अस्ति, सिद्धमेव भवति इत्युक्ते दिस् इस् स्लैट्लि टेक्निकल्, वि विल् स्पीक् अबौट् दिस् ऐ थिङ्क् इदानीं मास्तु एतत् विषयः, परन्तु केवलम् एतदेव स्मारयतु, तत्र ससजोहुरुः इति सूत्रं ऋत्वप्रकरणेन दत्तं, पूर्वे तस्य पूर्वे दत्तं, तत्र प्रयोजनम् अस्ति तस्य कृते. किमर्थं महर्षिणा ससजोहोरुः इति सूत्रम् अत्र न स्थापितम्? किमर्थं चेत् ससजोहोरुः इति सूत्रं विशिष्टसूत्रम् अस्ति. तत्र अस्य सूत्रस्य कार्यं तत्र षष्ठाध्यायस्य सूत्रस्य पूर्वे एव भवति. अतोरोरप्लुताद् अपि च हसिसूत्र पूर्वे एव ससजोहोरुः इति सूत्रस्य कार्यं भवति, यद्यपि अत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः अस्ति. किमर्थं चेत् अन्यथा एतत् सूत्रं कार्यं न कर्तुं शक्यते. परं प्रथमे तत्र ससजोहोरुः इति सूत्रेण ऋत्वं भवेत्, तदा एव तस्य ऋत्वस्य उत् आदेशः भवति, रोः इत्यस्य उत् आदेशः भवति. सो ऋत्वम् ऐदर् ऋत्वप्रकरणे सूत्रेषु तत्र ऋत्वं भवति, नो चेत् ससजोहोरुः इति सूत्रेण अपि ऋत्वं भवति. सो यः अतोरोरप्लुताद् अप्लुते इति सूत्रेण यत् कार्यम् अस्ति, तस्य प्राक् तत्र ससजोहोरुः इति सूत्रं कार्यं करोति, तेन एव ऋत्वम् आयाति. तस्य ऋत्वस्य उत् आदेशः भवति, तस्य रेफस्य उत् आदेशः भवति अनेन सूत्रेण. सो अत्र लिखितं सूत्रे आश्रयात् सिद्धत्वात्. सो एतस्य सूत्रस्य आश्रयः इत्युक्ते यः रु आयाति सः तु ससजोहोरुः इति सूत्रेण एव रु आयाति. सो प्रथमे ससजोहोरुः सूत्रं कार्यं करोति, अनन्तरम् अतोरोरप्लुताद् इति सूत्रं कार्यं कर्तुं शक्यते. अन्यथा एतत् सूत्रं कार्यमेव न कर्तुं शक्यते. सूत्रं वदति रेफस्य उत्त्वं भवेत्. तत्र यः यदा रामर् भवति, रामर् इति स्थाने तत्र खरावसान् विसर्जनीयः इति कार्यं न भवति. तत् अतोरोरप्लुताद् अप्लुते इति सूत्रेण रेफस्य उ इति आदेशः भवति. राम सो रामयोग उ भवति, अनन्तरम् अयोग उ अस्ति चेत् रामो भवति. परन्तु अत्र निमित्तम् आवश्यकम्, अत्र निमित्तम् अस्ति पूर्वे अपि ह्रस्व अकारः भवेत्, अनन्तरं हसि च सूत्रं साक्षात् अनन्तरं. सो हश्वर्णे परे अपि रेफस्य उत्त्वं भवति, नो चेत् ह्रस्व अकार परे अस्ति चेत् यथा मया उक्तम् अगच्छत्, अगच्छत् इति पदे ह्रस्व अकारः आदौ अस्ति. सो रामर् योग अगच्छत् अस्ति चेत् तस्य रेफस्य तत्र उत्त्वं भवति इति विसर्गसन्धिविषयः. एतत् सूत्रं विसर्गसन्धिसूत्रमस्ति. सो अस्य सूत्रस्य कृते ससजोहोरुः इति सूत्रम् असिद्धं नास्ति. किमर्थम् असिद्धं नास्ति? अन्यथा एतत् सूत्रं कार्यमेव न कर्तुं शक्यते. सो आश्रयात् एतस्य सूत्रस्य आश्रयः ससजोहोरुः इति सूत्रे एव अनन्तरम् एव भवति. अतः अत्र लिखितम् आश्रयात् असिद्ध सिद्धत्वात्. कुत्र आसीत्? कुत्रापि पठितं न अत्र ससजोहोरु? कुत्र पठितम्? इदानीमेव पठितं न? कुत्रापि लिखितम् अस्ति आश्रयात् सिद्धत्वात्. सो आश्रयात् सिद्धत्वात् ससजोहोरुः इति सूत्रम् अस्य सूत्रस्य अपि च हसि च सूत्रस्य कृते असिद्धं न भवति. किमर्थं चेत् सूत्रयोः अतो अनेन सूत्रेण अपि च हसि च सूत्रेण यत् कार्यम् अस्ति सः रेफस्य स्थाने आयाति. सो यदि रेफः नास्ति चेत् कथं कार्यं कर्तुं शक्यते एतत् सूत्रं? रेफः तु ऐदर् ऋत्वप्रकरणद्वारा आगन्तुं शक्यते, नो चेत् ससजोहोरुः इति सूत्रेण आगन्तुं शक्यते. अतः आश्रयात् सिद्धत्वात् ससजोहोरुः इति सूत्रम् अस्य सूत्रस्य कृते असिद्धं न भवति. अवगतं वा भगिनि? किमपि यत् मया इष्टम् अस्ति तत् अवगतं वा न अवगतम्? ऐ जस्ट् वाण्ट् टु टेल् यू पीपल् देट् ऋत्वं हेपन्स् एट् टु प्लेसेस्. वन् इस् बै दिस् विशिष्टसूत्रेण, ससजोहोरुः इति सूत्रेण. सेकेण्ड् इस् अस्मिन् प्रकरणे 831 इति आरभ्य 12 सूत्रपर्यन्तम् अपि ऋत्वप्रकरणम् अस्ति. सो प्रथमप्रश्नः अस्ति तत्र किमर्थं ससजोहोरुः इति सूत्रम् अत्र न दत्तम्? मया उक्तं ससजुहुरुः इति विशिष्टसूत्रम् अस्ति, तस्य सूत्रस्य आवश्यकता षष्ठमध्याये अपि भवति, एतत् सूत्रं तत्र असिद्धं न भवति आश्रयात् सिद्धत्वात्, किमर्थं चेत् अन्यथा अतोरोरप्लुतादिति सूत्रं कार्यं न कर्तुं शक्यते। प्रथमे ससजुहुरुः इत्यनेन पदान्तसकारस्य ऋत्वम्, अनन्तरं तस्य ऋत्वस्य एव ह्रस्व अकारे परे उत्वं भवति, अपि च न केवलं ह्रस्व अकारे परे उत्वं भवति, हश् प्रत्ययस्य हश्वर्णः परे अस्ति चेदपि तत्र उत्वं भवति। भगिनि, ससजुषुरुः अनन्तरं विसर्गः आगच्छति खलु? न, ससजुहुरुः इत्यनेन रु भवति, रु आयाति, अनन्तरं विसर्गः आगच्छति खलु? रामर् भिन्नसूत्रेण आयाति न, विसर्गः भिन्नसूत्रेण आयाति, सूत्रमस्ति खरंसान् विसर्जनीय। ससजुहुरुः सूत्रेण केवलं ऋत्वा आदेशः, ऋत्वं भवति, कस्य ऋत्वं? पदान्तसकारस्य ऋत्वम्। अवगतं भगिनि? चेतना भगिनि अवगतं वा? पुस्तके अपि ससजुषोरुः पदान्तस्य ऋत्वं हेडिङ्ग् अस्ति, तदनन्तरं ऋत्वप्रकरणं तृतीयपादे आरभ्यते। न, किमर्थं चेत् पदान्तस्य इत्युक्ते पदस्य अधिकारः तु सर्वत्र अस्ति, ससजुहुरुः सूत्रे अपि पदस्य अधिकारः, बिकास् 8160 एव सूत्रं पदस्य, अत्रैव आरभ्यते। सो ऋत्वप्रकरणे अस्मिन् प्रकरणे अपि पदस्य अधिकारः अस्ति। आं महोदय, परन्तु किमर्थम् अत्र न स्थापितं, तदेव मनसि ब्रह्मः जायते, किमर्थं महर्षिणा अत्र न स्थापितं, किमर्थं ससजुहुरुः सूत्रं पूर्वे अस्ति, एतत् सूत्रम् अपवादसूत्रम् अस्ति बेसिकलि। सो अपवादसूत्रम् अस्ति चेत् अत्र पूर्वत्र सिद्धम् इत्यस्य तत्र तादृशबलं नास्ति। सो यद्यपि अतोरोरप्लुतादिति सपाद् सप्ताध्याय्यां, परन्तु तस्य सूत्रस्य कृते तु ससजुहुरुः इत्यनेन यत् कार्यं ऋत्वं भवति तद् आवश्यकम्, अन्यथा सूत्रं कार्यं न कर्तुं शक्यते, ऋत्वस्य एव उत आदेशः भवति। सो ऋत्वं यदा न यावत्पर्यन्तं ऋत्वं नास्ति तावत्पर्यन्तम् उत्वं कथं भवितुं शक्नोति? सो ऋत्वं तु ससजुहुरुः सूत्रेण एव भवति तत्र, इति तत्र लिखितम् आश्रयात् सिद्धत्वात्। अत्र आश्रयः सूत्रस्य कार्यस्य कृते यः आश्रयः स रेफ, रेफः तु ससजुहुरुः इत्यनेन आयाति, अतः तत्र किञ्चित् तत्र क्लेशः भवति अवगमनार्थम्, अतः मया एतत् उक्तम्। अपि च अत्र लिखितम्, अत्र किं लिखितम् अनन्तरं? सो अस्मिन् प्रकरणे वारं वारं ऋत्वं रु विहितं भवति, सर्वत्र पदान्ते इति लिखितं, किमर्थं चेत् अत्र पदस्य अधिकारः अस्ति। अनन्तरं वयं जानीमः रेफस्य स्थाने विसर्गादेशः भवति, सूत्रं किमस्ति भगिनि तस्य कृते? खरवसाने विसर्जनीयः, खरवसानविसर्जनीयः। सो अवसानपरे तत्र खरवसान् विसर्गपरे तत्र इत्युक्ते स्थानीवर्णः रेफः एव पूर्वसूत्रात्, तत्र रः इति पदस्य अनुवृत्तिः। सो खरवसानयोः सप्तमी द्विवचनं, सो निमित्तं भवति खर्वर्णे परे अपि च अवसानपरे, अवसान इति संज्ञा अस्ति, यथा संहिता इति संज्ञा, उपदा इति संज्ञा, तथैव व्याकरणशास्त्रे अवसान इति संज्ञा अस्ति। सो अवसानसंज्ञा कस्य इति तत्र किं सूत्रं किमस्ति? विरामो अवसानः। आम्, सूत्रमस्ति विरामो अवसानः। विरामो अवसानः इति प्रायशः आदौ एव भवेत् सूत्रसङ्ख्या, विरामो अवसानः। आम्, अत्र 1410 विरामो अवसानम् सो अवसान इति संज्ञा कस्य यत्र विरामः विरामः इत्युक्ते अनन्तरं किमपि नास्ति वी वाण्ट् टु मेक् राम इति पदं सो रामस् अनन्तरं रामर् अनन्तरं किमपि अग्रे नास्ति अवसानः अस्ति अतः तत्र रामः रेफस्य विसर्गादेशः भवति सो इति अवसान सो अवसानपरे अपि च खर्वर्णे परे रेफस्य रेफस्य एव कस्य विसर्जनीय इति आदेशः रेफस्य विसर्जनी सो रामर् अनन्तरं किमपि नास्ति अवसान अस्ति अतः तत्र रामः इति भवति रेफस्य स्थाने अनेन सूत्रेण विसर्गादेशः भवति सो रामः इति पदं निष्पद्यते इति तत्र सूत्रम् अस्ति रुस्थाने विसर्गः अनन्तरं सि एतस्य विसर्गस्य स्थाने अनन्तरं पुनः विसर्गसन्धि यत्र भवति विसर्गस्य तत्र सकारादेशः भवति वयं जानीमः न तत्र विसर्गस्य सकारादेशः भवति खर्वर्णे परे रामः कुत्र अस्ति सोरि ककारे परे न भवति रामः चलति रामः चलति अस्ति चेत् चकारः खर्वर्णः रामः चलति इट् बिकम्स् रामश्चलति विसर्गस्य पुनः सकारादेशः भवति भिन्नसूत्रमस्ति खर्वर्णे परे तत् सूत्रमस्ति किमस्ति सूत्रं विसर्जनीयसः इति सूत्रम् विसर्जनीयसः अत्रापि त्रिपाद्याम् अस्ति विसर्जन विसर्गस्य सकारादेशः भवति कदा खर्पर्ये सो रामश्चलति अनन्तरं तत्र शुच्युत्वमपि अस्ति सकारस्य श आदेशः भवति रामश्चलति इति भवति सो एतानि सूत्राणि वयं किञ्चित् जानीमः किमर्थं चेत् यद्यपि सूत्राधारेण तु न जानीमः परन्तु वयं तु जानीमः तत्र विसर्गस्य सकारादेशः भवति खर्वर्णे परे सो तत्र अत्र अतः अत्र लिखितं विस रेफस्य स्थाने विसर्गः विसर्गस्य स्थाने सकारः पुनः सो विसर्गस्य स्थाने सकारः विसर्जनीयसः इति सूत्रेण सो रु चेञ्जस् टु विसर्ग विसर्ग अगेन् चेञ्जस् टु स एण्ड् रु केम् इन् प्लेस् आफ् स सकारस्य ऋत्वं ऋत्वस्य विसर्गः विसर्गस्य पुनः सकारः सो देट् इस् वै विसर्गसन्धि इस् स्लैट्लि डिफिकल्ट् बट् वेरि ईज़ि केन् अण्डर्स्टाण्ड् इट् बट् सूत्राधारेण किञ्चित् क्लेशः भवति परन्तु इट्स् वेरि ईज़ि अवगतं वा भगिनि द्वितीय उदाहरणे तस्मिन् कस्मिन् योगच्छेत् अनुस्वारः अपि अस्ति सकारः अपि अस्ति खलु विकल्पेन आदेशः भवति अतः रूपद्वयम् अत्र एकस् तत्र विकल्पेन आदेशः भवति नकारस्य स्थाने अनुस्वार अपि अस्ति शकार अपि अस्ति कस्मिंश्चित् भवति एकस्मिन् स्थले अनुस्वारः द्वितीयस्थले अनुनासिक आदेशः किमर्थं चेत् तत्र सूत्रमस्ति अत्र अनुनासिकः पूर्वस्य तु वा विकल्पेन अस्ति सो अत्र अनुनासिकपूर्वस्य तु वा इति सूत्रेण तत्र न केवलं तत्र सकारादेशः भवति परन्तु पूर्वस्य वर्णस्य स्थाने तत्र अनुनासिक आदेशः भवति परन्तु वा आदेशः वा अस्ति चेत् विकल्पेन भवति इच्छामः चेत् कुर्मः अनुनासिक आदेशः न इच्छामः चेत् पूर्वे यः स्वरः तस्य अनुस्वारः एव तिष्ठति अत्र प्रक्रिया अस्ति इत्युक्ते संस्कारः अपि च कस्मिंश्चित् अपि च किमस्ति अत्र कांश्चित् कस्मिंश्चित् संस्कारः अत्र प्रक्रिया अस्माभिः तत्र अस्य विषये चिन्तनीयं प्रथमे संस्कारः पश्यामः इदानीं तु समयः अभवत् सो वाट् ऐ सजेस्ट् इस् देट् जस्ट् थिङ्क् अबौट् दिस् हौ दिस् संस्कार इस् मेड् इन् द नेक्स्ट् क्लास् वी विल् डिस्कस् हौ सम् योग क्रु योग गै कुर्मः चेत् कथं तत्र संस्कारः नो चेत् संस्कारः भवति इत्युक्ते विकल्पेन अत्र अस्ति संस्कारः अपि साधु संस्कारः अपि साधु इत्युक्ते अनुस्वारयुक्त अपि साधुरूपम् अनुनासिकः अपि साधु किमर्थं चेत् तत्र सूत्रं तादृशम् अत्र अनुनासिकः पूर्वस्य तु वा सो कार्यं वा अस्ति अनुनासिक यः आदेशः पूर्वस्य कृते यः अनुनासिक आदेशः सः आदेशः वा अस्ति अतः एकस्मिन् पक्षे भवति एकस्मिन् पक्षे न भवति मकारस्य अनुस्वारादेशः मोनुस्वारः नो नश्च पदान्तस्य झलि इति सूत्रेण सम् इति यः मकारः तस्य अनुस्वारादेशः भवति परन्तु कुत्रचित् तस्य अनुनासिक आदेशः अपि अस्ति भिन्नसूत्रेण तेन सूत्रेण कार्यं विकल्पेन भवति सो एकवारम् एतस्य विषये चिन्तयतु अग्रिमकक्षायां तत्र एतस्य विषये पुनः विचारः कुर्मः कथं तत्र संस्कारः भवति नो चेत् संस्कारः इति भवति अपि च तथैव काश्चित् अपि च कस्मिंश्चित् इति सूत्रस्य कथं तत्र पदयुत्पत्तिः कथं भवति पदस्य निर्माणं कथं भवति अत्र लिखितं कस्मिन् इति प्रातिपदिकम् अनन्तरं चित् इति यः अस्ति विशिष्ट तत्र चित् अपि च चन इति प्रत्ययः द्वयं तत्र केवलं प्रातिपदिकात् एव चित् यो अपि च चन इति विधीयते कथं कार्यं भवति एकवारं चिन्तयतु अनन्तरम् अग्रिमकक्षायां पुनः एतस्य विषये विचारः कुर्मः So, in this Karapatra, only these two things are left in them. Sanskaraha, kanschit, kasminaschit. So, yadhyapi etasham vishayaha, etasi adhyanam atrana avashakam. Kevalam atra likhitam, katham tatra rutvam bhavati, apicha katham tatra karyam bhavati. So, asmakam karapatram idhanim samapitam. परन्तु वी विल् स्टिल् डिस्कस् अबौट् द युत्पत्ति आफ् द ऐटमोलजि आफ् दीस् थ्री पदास् सो एतत् अन्तिमं वाक्यमपि पठतु एकवारम् अस्य पाठस्य सारांशः अयं यत् अस्माकं मनसि कानिचन मुख्याधिकारसूत्राणि सन्ति चेत् तर्हि अष्टाध्याय्यां कीदृशकार्यं कुत्र भवति इति सौकर्येण ज्ञास्यामः अनेन मार्गेण शीघ्रमेव सर्वं संस्कृतव्याकरणं बुद्धिग्रहणे आगच्छति इत्युक्ते स्थूलरूपेण कस्मिन् अध्याये कस्य कस्य अधिकारः वर्तते जानीमः चेत् we will at least get to know some idea that what karya is going to happen in this adhyaya iti tatra sarvam to na avgantum shakyate parantu kinchit tatra spashtata ayati manasi oho atra angasya karyam atah tatra pratyah api yatra yatra anga karyam asti tatra pratyah bhavet pratyah nasti ched angam iti sangya na bhavitum shaknoti So, अङ्गं यत्र प्रत्ययः अस्ति तत्र एव अङ्गसंज्ञा यत्र अङ्गकार्यम् अस्ति तत्र प्रत्ययः भवेत् किमर्थं चेत् अङ्गस्य कृते तादृशसूत्रम् अस्ति यस्मात् प्रत्ययः विधिः यदा यावत्पर्यन्तं प्रत्ययः न आगच्छति तावत्पर्यन्तं शब्दसमूहस्य कृते अङ्गसंज्ञा न भवितुं शक्नोति प्रत्ययः गच्छति चेदेव इदानीं तस्य शब्दस्य कृते पद अङ्गसंज्ञा अस्ति इदानीं सः अङ्गं भवति किमर्थं चेत् तदा एव यस्मात् प्रत्ययः विधि तदादिप्रत्यय अङ्गम् इति सूत्रस्य प्रसक्तिः भूत्वा तस्य कृते विशिष्टसंज्ञा भवति अङ्गम् इति संज्ञा. सो किञ्चित् ज्ञानम् आवश्यकं तदा एव वयं तत्र अवगन्तुं शक्यते कथं तत्र कार्यं करणीयं, कथं तत्र पदि अन्ततो गत्वा अस्माभिः पदव्युत्पत्तिः एव करणीयं, परन्तु किञ्चित् बेक्ग्रौण्ड्, किञ्चित् अष्टाध्यायीसूत्राणि कथं तत्र कार्यं कुर्वन्ति तदपि आवश्यकम्. कोऽपि प्रश्नः अस्ति वा एतावत्? आचार्य, एका शङ्का अस्ति. धातु अनेकाश् अस्ति चेत् सेट् भवति, तथा उदात्तस्वरितः अस्ति चेत् इडागमनिषेधः अस्ति, तथा तत्र इडागमः भवति. सेट् धातुः अस्ति चेत् इडागमः भवति. यदा यत्र सेट् धातुः अस्ति तत्र तत्र तु धातुनिमित्तीकृत्य इडागमस्य कोऽपि निषेधः नास्ति. इति किमर्थं चेत् सूत्रं तादृशम् एकाच उपदेश. सो यदा तत्र एकाच अस्ति, धातु एकाच अस्ति, तत्र एव अस्माभिः पुनः तत्र परिशीलनं करणीयं. किम् अत्र यः स्वरः सः उदात् वा अनुदात् वा स्वरित् वा? बिकास् इफ् इट् इस् उदा अनुदात् देन् इडागमः स धातु अनिट् भवति. यदि धातुः अनेकाच् तत्र किमपि न चिन्तनीयम् एतत् अनुदात् वा स्वरित् वा उदात् वा, किमर्थं चेत् अनेकाच् अस्ति अतः सेट् एव अस्ति. मम प्रश्नः अस्ति वेट् वेट् कदा भवति वा इट् कदा? तत्र विशिष्ट एकम् अत्र अस्ति, तत्रापि इत्संज्ञकवर्णस्य प्रयोजनम् अस्ति. यत्र यत्र सूत्र यत्र यत्र धातौ अहं चिन्तयामि धी ओकारस्य अपि च दीर्घ उकारस्य इत्संज्ञा अस्ति, एकवारं दृष्ट्वा वदामि. परन्तु एतत् जानीमः तत्र तत्र किञ्चित् विशिष्ट वर्णस्य इत्संज्ञा भवति. सो यत्र यत्र धातौ अहं चिन्तयामि दीर्घ उकारस्य नो चेत् ओकारस्य इत्संज्ञा अस्ति तत्र धातुः अनिट् भवति. सो इत्संज्ञकवर्णस्य आधारेण एव धातुः अनिट् भवति, धातुः इति वेट् भवति, सोरि धातुः वेट् इति विषयः. कोऽपि वेट् धातुः अत्र अस्ति वा? वेट् धातुः ओ ओ वट् वास् द धातु ओ ओलन् उकारान्त दीर्घ उकारस्य यत्र इत् अस्ति तत्र धातु वेट् भवति. एकवारं दृष्ट्वा वदामि भगिनि, तत्र अस्ति वेट् इति ते सर्वे धातवः वेट् भवन्ति. तादृशधातवः वेट् भवन्ति इदानीं तु because there are very few wet dhatus. So wet dhatu asti chet vikalpen te tatra idagamah bhavati, ekasmin pakshe bhavati ekasmin pakshe na bhavati. Kopi wet dhatu smarayati va? Wet dhatu hu atrasti चुरादिगणे प्रायशः तत्र वेट् धातवः सन्ति. कुत्र दृष्टम्? अत्र पश्यतु, आम् अत्र पश्यतु, अक्षधातुः अक्षधातुः मूलरूपम् अस्ति अक्षूं. अक्षू इति यः अस्ति अन्ते दीर्घ ऊ अस्ति, सः अनुनासिकुकारः. सो सर्वे उकार धातवः यस्मिन् धातौ दीर्घ ऊकारस्य इत् अस्ति सः धातुः वेट् भवति. तक्षू एतदपि वेट्, त्वक्ष त्वक्षू इति अस्ति तनुकर्णे वेट् धातुः. स्क्रीन् दृश्यते वा भगिनि? दृश्यते. आम्, सो दिस् इस् सो धातु येषु धातुषु दीर्घ उकारस्य इत् अस्ति प्रायशः ते धातवः वेट् भवन्ति. सो इत् संज्ञक वर्णस्य आधारेण एव तत्र वेट् इति आगच्छति. एकवारं पुनः पठामि. कोऽपि तत्र औकारः ओकारस्य विषये अपि अस्ति वा केवलम् ऊकारस्य विषये अस्ति दृष्ट्वा वदामि भगिनि. परन्तु ऊकारान्त धातवः ऊ यस्मिन् धातौ ऊ इत्यस्य वर्णस्य दीर्घ ऊ इत्यस्य वर्णस्य इत् अस्ति ते धातवः वेट् भवन्ति. वेट् भवन्ति चेत् विकल्पेन ईडागमः. एकस्मिन् पक्षे भवति एकस्मिन् पक्षे न भवति. अस्तु अस्तु तर्हि स्थगामः. इदानीं तु समयः अपि अभवत्. जगदीश महोदय शान्तिमन्त्रं पठतु महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शं शान्ति शान्तिः. हरि ओम् श्रीगुरुभ्यो नमः. हरि ओम् तत्सत्. नमस्काराः. धन्यवादाः. पुनः मिलामः. धन्यवादः. धन्यवादः आचार्य. धन्यवादः.